गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। इदानीं तत्र अयथार्थ अनुभवः इत्यत्र संशयः विपर्ययः तर्कः इति त्रिधा विभक्तमस्ति अयथार्थ अनुभवः। तत्र तर्कः इत्युक्ते किम् इति अस्माभिः अवगतं। तत्र तर्कनिरूपणम् इत्युक्ते तत्र प्रक्रिया का, आहार्यज्ञानं भवेत्, अन्ततो गत्वा यस्मिन् पर्वतः वन्यमान् धूमात् इति ज्ञानमस्ति तत्र इच्छाद्वारा तस्य विपरीतज्ञानद्वयं जायेत। प्रथमं तु पर्वतः वह्नि अभाववान् इति ज्ञानम्, तदनन्तरं पर्वतः धूम अभाववान्, यद्यपि प्रत्यक्षेन धूमः दृश्यते तथापि पर्वतः धूम अभाववान् इति आहार्यज्ञानं तस्मिन् जायेत एव। तत्र केवलम् इच्छा हेतुः नास्ति, इच्छा अपि हेतुः, किन्तु केवलम् इच्छा एव इति नास्ति। तत्र व्याप्तिज्ञानम् अपि आवश्यकमस्ति, तत्र स्मरणमपि आवश्यकमस्ति इति कृत्वा वह्नि अभावविषयक आहार्यनिश्चयः अपि अस्ति इति कृत्वा अत्र एतद्द्वयमपि मिलित्वा पर्वतः धूम अभाववान् इति निश्चयः तर्कः उत्पद्यते वादिनि। तर्हि तत्र तर्ककारणानि इत्यत्र स्मः, 336 पेज् ततः पठनीयम्। अस्तु, सत्यभाम भगिनि आरब्धं करोतु। आम् महोदय, तर्ककारणानि, कुतः एषः आयासः, कुतः च तृतीयक्षणे उत्पद्यमानस्य ज्ञानस्य समूहालम्बनता उच्यते, तर्कस्य कारणानि कानि कानिचित् निश्चितानि। तस्मात् पूर्वं किञ्चित् वदति वा, कुतः एषः आयासः इत्युक्ते एषः प्रयत्नः कुतः इति, किमर्थम् इति, पुनः किमर्थं तृतीयक्षणे उत्पद्यमानस्य ज्ञानस्य समूहालम्बनता इत्युक्ते तृतीयक्षणे यत् ज्ञानं पूर्वस्मिन् परिच्छेदे उक्तः तृतीयक्षणस्य क्षणज्ञानस्य विषये उक्तमस्ति। पर्वतः पञ्चक्षणे कानि ज्ञानानि भवन्ति इति एकवारं स्मारयतु। प्रथमक्षणे पर्वतः वन्यमान् इति ज्ञानं वादिनी आसीत्। तस्य यदा प्रतिवादिनः वदति पर्वतः वह्नि अभाववान् इति कारणात् सः इदानीं चिन्तयन् अस्मि, चिन्तयन् आसीत् मे भूयात् इच्छया पर्वतः वह्नि अभाववत्ता ज्ञानं मे भूयात् इति, ततः आहार्यज्ञानं द्वितीयक्षणे तस्मिन् आगच्छति। तदनन्तरं न द्वितीयक्षणे इच्छा जायते, तृतीयक्षणे एव आहार्यज्ञानं जायते। तत्र पूर्वपरिच्छेदम् एकवारं पठतु, तत्र एकः इति अस्ति खलु, आद्यक्षणे वह्निमत्ता ज्ञानम् आद्यक्षणे, द्वितीयक्षणे वह्नि अभावत्ता ज्ञानं मे भवतु इति इच्छा, तावदेव इति इच्छा द्वितीयक्षणे, पर्वतः वह्नि अभाववान् धूमवान् च, वह्नि अभाव धूम वह्नि अभाववान् धूमवान् च इति समूहालम्बनज्ञानं तृतीयक्षणे, वह्नि अभाव धूम अभावव्याप्यः व्याप्यः इति आंशिकाहार्यं तृतीयक्षणे तृतीयक्षणे न तृतीयक्षणे तत्र तर्हि तत्र किं जायते, आहार्यज्ञानम् अपि च व्याप्ति स्मारणम् अपि भवति वा, भवति वा इति मा पृच्छतु, भवती किं चिन्तयति, पठितवती खलु, तदेव अहं चिन्तयामि, यतोहि अत्र यदा एवम् उक्तमस्ति वह्नि अभावः धूम अभावः अभावव्याप्यः इति व्याप्तिज्ञानम् अपि अस्ति न अत्र ज्ञानद्वयमस्ति वा एकमेव ज्ञानमस्ति वा एकज्ञानं विषयद्वयम् तर्हि ज्ञानस्य आकारः कः पर्वतः वह्नि अभाववान् धूमवान् च इति तावदेव ज्ञानस्य आकारः वा तर्हि वह्निः अभावः धूम अभावः व्याप्यः इति किम् ओ तदपि वक्तव्यं पर्वतः वह्नि अभाववान् धूमवान् च वह्नि अभावः धूम अभावव्याप्यः तदपि व्याप्यः पूर्णं तृतीयक्षणे व्याप्तेः आंशिक आहार्यः अपि तृतीयक्षणे भवति पर्वतः वह्नि अभाववान् धूमवान् इति आहत्य एकमेव ज्ञानम् सम्पूर्णतया तस्य नाम अस्ति समूहालम्बनज्ञानम् समूहालम्बनज्ञानम् इति बहवः विषयाः भवन्ति खलु द्वयमेव इति नास्ति तर्हि अत्र पर्वतः वह्निः अभाववान् इति एकः विषयः पर्वतः धूमवान् इति द्वितीयः विषयः वह्निः अभावः धूम अभावव्याप्यः इति तृतीयविषयः एकस्मिन् ज्ञाने तदनन्तरं पर्वते धूमाभावज्ञानं मे जायताम् इति इच्छा चतुर्थक्षणे तर्हि द्वितीयक्षणे अपि च चतुर्थक्षणे केवलमिच्छा तदनन्तरं पञ्चमक्षणे पर्वतः धूमाभाववान् इति तर्कः जायते अस्तु तर्हि इदानीं प्रश्नः कः इति चेत् किमर्थं तृतीयक्षणे एतादृशदीर्घसमूहालम्बनज्ञानम् अङ्गीकर्तव्यम् इति अस्तु अग्रे इदानीं तर्कस्य कारणानि कानिचित् निश्चितानि एकः अपाद्यव्यतिरेकनिश्चयः एकः आपाद्य इत्युक्ते किम् आपाद्य मीन्स् टेम्पररि टेम्पररि आपाद्यव्यतिरेकनिश्चयः एकः इत्युक्ते यद्यपि तस्मिन् वह्निः पर्वतः वह्निमान् इति ज्ञानमस्ति पर्वतः धूमवान् इति अपि ज्ञानमस्ति तत्र व्यतिरेकनिश्चयः किं निश्चयः पर्वतः वह्नि अभाववान् इति निश्चयः पर्वतः धूम अभाववान् इति निश्चयः तादृश आपाद्यव्यतिरेकनिश्चयः कारणमस्ति तर्कस्य अस्तु अग्रे आपादकयोः व्याप्तिनिश्चयः वह्नि अभावः धूम अभावव्याप्यः इति निश्चयः इति व्याप्तिज्ञानं द्वितीयकारणं ततः इच्छा च तृतीयः तदनन्तरं तृतीया पर्वतः वह्नि अभाववान् इति आहार्यम् इच्छा तृतीयकारणम् तर्हि अत्र किञ्चित् परिष्कर्तव्यं यद् मया उक्तं प्रथमक्षणे तत्र प्रथमबिन्दुः अस्ति आपाद्यव्यतिरेकनिश्चयः कः अत्र अत्र धूमवान् इति ज्ञानम् तर्कस्य आकारः कः पर्वतः धूमवान् इति धूम अभाववान् इति पर्वतः धूम अभाववान् इति तर्कः खलु तर्हि तर्कस्य कारणं केवलं पर्वतः वह्नि अभाववान् इति व्यतिरेकनिश्चयः मया द्वयमपि उक्तम् आपाद्यव्यतिरेकनिश्चयः निश्चयद्वयं मया उक्तं तद्दोषाय आपाद्यव्यतिरेकनिश्चयः एकः एव तत् कः इति चेत् पर्वतः वह्नि अभाववान् इति निश्चयः तदनन्तरम् आपाद्य आपादकयोः व्याप्तिनिश्चयः आपाद्यः कः वह्नि अभावः वह्नि अभावः इति आपाद्यः अस्ति तत्र आपादकः कः धूम अभावः तयोः मध्ये व्याप्यव्यापकभावः अस्ति इति निश्चयः, तदेव द्वितीयः. तदनन्तरं तादृश इच्छा मे भूयात्, न तादृशज्ञानं मे भूयात् इति इच्छा. पर्वतः वह्नि अभाववान् अपि च वह्नि अभावः धूम अभावः व्याप्यः इति रीत्या एका इच्छा जायेत. तदनन्तरम् इति कारणत्रयम् उक्तम्. अस्तु अग्रे पठतु भगिनि. तत्र आद्यः आपाद्यव्यतिरेकनिश्चयः नाम धूमवत्ता निश्चयः. आपाद्यव्यतिरेकनिश्चयः तत्र वह्नि अभाववान् धूमवान् च इति अस्ति. प्रथमसमूहालम्बनज्ञानस्य प्रथमविषयः अस्ति खलु तद् इति. किञ्चित् किं कुर्मः, सम्पूर्णं पठतु, तत्र किञ्चित् क्लेशः अस्ति. तत्र आद्यः आपाद्यव्यतिरेकनिश्चयः नाम धूमवत्ता निश्चयः. आपाद्यः सः उच्यते यः प्रतिवादिनः अनिष्टः भवति. आपाद्यः नाम किम् इत्यत्र तु उक्तं, भवत्याः प्रश्नस्य उत्तरमस्ति. अग्रे अपि पठतु. यथा प्रकृते धूमाभावः स च प्रतिवादिनः अनिष्टः. कुतः? चक्षुषा किल पर्वते सः धूमं पश्यति, न खलु तस्य धूमाभावः इष्टः भवति इति सः एव आपाद्यः इति उच्यते. व्याप्य आरोपेण व्यापक आरोपः आरोपकः तर्कः इति सङ्ग्रह उक्तलक्षणरीत्या आलोच्यमाने सः धूमाभावः एव व्यापकः भवति. वह्नि अभावं प्रति धूमाभावस्य व्यापकत्वम् असकृत् चिन्तितमेव. तादृशस्य आपाद्यस्य धूमाभावस्य यः व्यतिरेकः अभावः धूमः तन्निश्चयः आपाद्यव्यतिरेकनिश्चयः एव तर्कहेतुः. अस्तु, तर्हि यद् अस्माभिः इदानीं चिन्तितं तत्र किञ्चित् परिष्कर्तव्यमस्ति. अस्तु, आरम्भतः वदतु भगिनि, तत्र आद्यः इति आरभ्य. तत्र आद्यः आपाद्यव्यतिरेकनिश्चयः नाम धूमवत्ता निश्चयः. तत्र व्यतिरेकनिश्चयः इति उक्तं. तत्र आद्यः आपाद्यव्यतिरेकनिश्चयः धूमवत्ता निश्चयः धूमवान् इति यत् यत् ज्ञानमस्ति तद् उक्तमस्ति वा तर्कस्य धूमवान् इति ज्ञानं तदेव तर्कस्य प्रथमकारणम् इति उक्तं. किमर्थं तादृशम् उक्तम् इति अग्रे प्रदर्शयति. पर्वतः आपाद्यव्यतिरेकनिश्चयः कः इति चेत् पर्वतः धूमवान् अथवा धूमवत्ता निश्चयः. पर्वते धूमवत्ता, पर्वतः धूमवान्. अस्तु अग्रे. आपाद्यः सः उच्यते यः प्रतिवादिनः अनिष्टः भवति. आपाद्यः इत्युक्ते अत्र प्रदर्शितमस्ति प्रतिवादिनः अनिष्टः यत् ज्ञानमस्ति तद् अस्तु. हा, ज्ञानम् इति नास्ति, यद् यत्किमपि अनिष्टमस्ति तदेव आपाद्यः इति नाम. अस्तु, यथा प्रकृते धूमाभावः अतः एव आपाद्यव्यतिरेकः तर्क कारणानि इति उक्तम्. आपाद्यः इतोपि चिन्तनीयमस्ति. स च प्रतिवादिनः अनिष्टः, धूमाभावः प्रतिवादिनः अनिष्टः इति. कुतः? चक्षुषा किल पर्वते सः धूमं पश्यति. साक्षात् प्रत्यक्षज्ञानमस्ति धूमः इति पर्वते धूमः धूमो पर्वतः धूमवान् इति. न खलु तस्य धूमाभावः इष्टः भवति इति सः एव आपाद्यः इति उच्यते. अतः तस्य अनिष्टः अस्ति धूमाभावं प्रति इति कृत्वा धूमाभावः आपाद्यः इति उच्यते. न न, किमर्थं तस्य अनिष्टः? प्रत्यक्षेन सः पश्यति पर्वते धूमम् इति कृत्वा तस्य निराकरणं कर्तुं न इच्छति. धूमः पश्यति खलु, निराकरणं कर्तुं न इच्छति चेत् अनिष्टः इति वा? तस्य मनसि दृढमस्ति खलु तादृशज्ञानं. किं किं दृढमस्ति? पर्वतः धूमवान् अस्ति इति ज्ञानम्. अतः तस्य निराकरणं करणीयम् इति आवश्यकता अस्ति वा इति प्रश्नः वा? No, I don't understand anything what you say. व्याप्तिज्ञानं तस्मिन् नास्ति इति कृत्वा सः न जानाति. अत्र कः इति वदतु भगिनि, इदानीं तस्य विषये चिन्तनं. प्रतिवादिनः अस्तु, प्रतिवादिनः विषये चिन्तनम् इदानीम् अस्तु. तर्हि प्रतिवादिनः अनिष्टः कः? धूमाभावः. किमर्थं धूमाभावः प्रतिवादिनः अनिष्टः? सः तस्य प्रत्यक्षज्ञानमस्ति पर्वतः धूमवान् इति. प्रत्यक्षज्ञानं पर्वतः धूमवान् इति प्रत्यक्षज्ञानम् अस्ति चेत् किमर्थं तत्र अनिष्टत्वं जातम्? इदानीं भवत्याः पुरतः घटः अस्ति इति चिन्तयतु. तर्हि अयं घटः इति प्रत्यक्षज्ञानमस्ति, किन्तु किमर्थं तत्र अनिष्टत्वं जायते? इच्छा नास्ति इति कृत्वा वा? न जानामि. इति चिन्तनीयं खलु भगिनि? चिन्तनीयं, किन्तु अत्र अत्र किं लिखितमस्ति तदेव पुनः वदति चेत् भवती अवगतवती इति न विश्वासं विश्वसिमि. अत्र मम एतदेव अहं चिन्तितवती, सः साक्षात् दृश्यते, तस्य प्रत्यक्षज्ञानं प्रबलमस्ति इति कृत्वा तस्य निराकरणं न इच्छति. किमर्थं निराकरणम्? अत्र प्रत्यक्षज्ञानं प्रबलमस्ति इति कृत्वा निराकरणं? यु हाव् टु थिङ्क् सीक्वेन्शियलि. ऐ डोण्ट् अण्डर्स्टाण्ड् हौ युवर् मैण्ड् वर्क्स्. भवान् पृच्छतु, अहं वदामि. अस्तु, अत्र किम् उक्तमस्ति? आपाद्यः सः उच्यते यः प्रतिवादिनः अनिष्टः भवति. That which is not desirous to the pratiwadi is called apadya. Yata prakrutye dhumabhavah. Dhumabhavah pratiwadinah anishtah. Sacha pratiwadinah anishtah. Kutah vai. Chakshusha kila parvate sah dhumam pashyati. Nakalu tasya dhumabhavah ishtah bhavati iti. Haan, atra pashyatu. न खलु तस्य धूमाभावः इष्टः भवति इति सः एव आपाद्यः इत्युच्यते इति वाक्यस्य अर्थः कः? सः एव आपाद्यः इति उच्यते. सः एव इत्युक्ते धूमाभावः एव. आपाद्यः इति उच्यते इति नास्ति वा महोदय? न न, अत्र किमपि न उक्तवती नास्ति वा इति चेत् अनिष्टत्वं निरूपयतु. धूमाभावे अनिष्टत्वं निरूपणीयम्. सः किं चिन्तितवान्? अग्ने अभावः पर्वते भवति भवतु, परन्तु धूमवान् अपि. वन्य अभावस्य विषये किमर्थं चिन्तनम्? तस्य ज्ञानस्य आकारः अस्ति पर्वतः धूमवान् वह्नि अभाववान् च इति प्रतिवादिनः ज्ञानं. अत्र तादृशं किमपि लिखितं वा? वन्य अभावस्य विषये अत्र किमपि लिखितं वा? अत्र नास्ति. तर्हि किन्तु तद्विषयः नास्ति. अत्र किं लिखितमस्ति तत् कथम् अवगच्छति इति कृपया वदतु। एकनिमिषः चिन्तयित्वा वदामि। न खलु तस्य धूमभावः इष्टः भवति। अस्तु अहं वदामि अत्र कथ अत्र पश्यतु वाक्यद्वयमेव अस्ति क्रमेण चिन्तनीयं। चक्षुषा किल पर्वतः सः धूमं पश्यति। सः इत्युक्ते प्रतिवादी। प्रतिवादी साक्षात् पश्यति पर्वतः धूमवान् इति पश्यति। तर्हि पर्वतः धूम अभाववान् इति अनिष्टः भवति। किमर्थमिति चेत् प्रत्यक्षेन यदहं ज्ञायते तस्य विपरीतत्वेन कथं वा तत्र तस्य प्रत्यक्षस्य विपरीतं यदस्ति तत्र कथं वा इष्टः भवति। प्रत्यक्षेन यद् ज्ञायते प्रत्यक्षेन किं ज्ञायते पर्वतः धूमवान् इति प्रतिवादी ज्ञायते। तर्हि पर्वतः धूम अभाववान् इति ज्ञानम् अथवा पर्वते धूम अभावत्ता निश्चयः अथवा धूम अभावः धूम अभावः तस्य इष्टः नास्ति। किमर्थमिति चेत् प्रत्यक्षविरोधः भवति खलु इति कृत्वा अनिष्टत्वम्। अवबुध्यते किम्? ज्ञानस्य विरोधः भवति इति कृत्वा अनिष्टत्वम् इति चिन्तनं। हा प्रत्यक्षे प्रत्यक्षेन सः ज्ञायते पर्वतः धूमवान् इति सः ज्ञायते। तर्हि कोऽपि वदति चेत् पर्वतः धूम अभाववान् इति वदति चेत् भोः किं वदति भवान् अहं प्रत्यक्षेन पश्यन्नस्मि इति कृत्वा प्रत्यक्षस्य विरोधः अस्ति। पर्वतः धूम अभाववान् इति कृत्वा धूम अभावः अनिष्टः भवति। तर्हि इदानीम् अनिष्टत्वं मया निरूपितं धूम अभावे। अवबुध्यते खलु? ज्ञानस्य विरोधः अस्ति इति कृत्वा अनिष्टत्वं भवति। हा किमर्थं सि वेन् ऐ केन् सी सम्थिङ्ग् डैरेक्ट्लि अण्ड् इफ् यु आर् टेलिङ्ग् मी दट् इस् नाट् देर् ऐ डोण्ट् लैक् इट्। तादृशम् अनिष्टत्वं तादृशम् अनिष्टत्वं भवति धूम अभावे। प्रत्यक्षेन धूमः धूमभावः ज्ञायते इति कृत्वा धूम अभावे अनिष्टत्वं भवति। यदि कोऽपि वदति यदि कोऽपि वदेत् धूम पर्वतः धूम अभाववान् इति वदति चेत् तादृशवाक्ये तादृशज्ञाने अनिष्टत्वमस्ति खलु इति अभावः अनिष्टः भवति इति कृत्वा धूम अभावः न खलु तस्य धूम अभावः इष्टः भवति इति सः एव आपाद्यः इत्युच्यते। तर्हि आपाद्यः कः? धूम अभावः। किमर्थं धूम अभावः आपाद्यः? तस्मिन् अनिष्टत्वमस्ति। कथं धूम अभावे अनिष्टत्वं जातं? प्रत्यक्षज्ञानस्य विरोधी अस्ति। प्रत्यक्षज्ञानं किं? पर्वतः धूमवान् इति ज्ञानं। धूमभावः एव प्रत्यक्षेन गृह्यते इति कृत्वा धूम अभावः अनिष्टः भवति। धूम अभावः अनिष्टः भवति इति कृत्वा सः एव आपाद्यः इत्युते इति उच्यते। तर्हि इदानीम् आरम्भतः पश्येम। आपाद्यः सः उच्यते यः प्रतिवादिनः अनिष्टः। तर्हि अनिष्टः कः? धूम अभावः अनिष्टः। यथा प्रकृते धूम अभावः स च प्रतिवादिनः अनिष्टः। कुतः? चक्षुषा किल पर्वते सः धूमं पश्यति। न खलु तस्य धूम अभावः इष्टः भवति इति स एव आपाद्यः भवति। तर्हि आपाद्यः कः इति चेत् धूम अभावः आपाद्यः। तर्हि इदानीं प्रथम आपाद्यव्यतिरेकनिश्चयः। आपाद्यः धूम अभावः अस्ति चेत् धूम अभावस्य व्यतिरेकः कः? धूमः। धूमः। तर्हि पर्वतः धूमवान् इति निश्चयः प्रथमकारणम् इति उक्तम्। सो हि इस् डूयिङ्ग् इट् अ रौण्ड् अबौट् वे। किमर्थम् इति चेत् अग्रे पठतु व्याप्य आरोपेण इदानीं व्याप्य व्याप्य आरोपेण व्यापक आरोपकः तर्कः इति सङ्ग्रह उक्तलक्षणरीत्या आलोच्यमाने सः धूमाभावः एव व्यापकः भवति. तर्हि सङ्ग्रहकारेण व्याप्य आरोपेण व्याप आरोपकः तर्कः इति लक्षणं कृतम्. तत्र व्यापकः कः इदानीं? धूमाभावः. उत्तमम्. अस्तु अग्रे पठतु. वह्नि अभावं प्रति धूमाभावस्य व्यापकत्वम् असकृत् आवेदितं चिन्तितम् एव. सत्यं. तादृशस्य आपाद्यस्य धूमाभावस्य यः व्यतिरेकः अभावः सः निश्चयः सः तादृशस्य आपाद्यस्य धूमाभावस्य यः व्यतिरेकः अभावः धूमः तन्निश्चयः आपाद्यव्यतिरेकनिश्चयः एव तर्कहेतुः. तादृशस्य आपादस्य धूमाभावस्य यः व्यतिरेकः धूमः अभावः इति वक्तव्यम्. धूमाभाव अभावः इति वक्तव्यम्. सत्यं. धूमाभाव अभावः कः? धूमः एव. धूमः तन्निश्चयः आपाद्यव्यतिरेकनिश्चयः निश्चयः एव तर्कहेतुः. आपाद्यव्यतिरेकनिश्चयः इत्युक्ते धूमः इति आगतम् प्रथमबिन्दु. अस्तु अत्र व्याप्यारोपेण व्यापक आरोपकः व्याप्य आरोपकः आरोपः तर्कः व्याप्य आरोपेण व्यापक आरोपः तर्कः इत्यत्र इतोपि किञ्चित् स्पष्टता भवेत्. पुस्तके एतावत्पर्यन्तं न उक्तं, सर्वं पठित्वा पुनः चिन्तयेम. किमर्थमिति चेत् अत्र व्यापक आरोप व्याप्य आरोपेण व्यापक आरोपकः तर्कः इति उक्तं. किन्तु इदानीं व्यापकः कः? धूमाभावः एव व्यापकः. तर्हि इदानीं व्यापकस्य विषये चिन्तितं, तस्य अभावः तत्र आपाद्यव्यतिरेकनिश्चयः धूमः तावत् चिन्तितं. तर्हि इतोपि किञ्चित् अवगन्तं. व्याप्य आरोपेण इत्यत्र स्पष्टता न प्राप्ता. पश्येम. अग्रे पठतु भगिनि प्रतिवादिनः. इदानीम् आपाद्य आपादकयोः व्याप्तिनिश्चयः. प्रतिवादिनः अनिष्टः आपाद्यः धूमाभावः येन आपाद्यते अङ्गीकार्यते सः आपादकः इति उच्यते. आपादकस्य लक्षणमुक्तं. स च वह्नि अभावः कथं स च वह्नि अभावः कथं वह्नि अभावः आपादकः भवति? तत्र धूमाभावस्य अस्ति व्याप्तिः. व्याप्येन हि व्यापकः साध्यते. व्याप्येन हि व्यापकः साध्यते. तत्साधनमेव तत् तर्कप्रकरणे आपादनम् इति उच्यते. स च वह्नि अभावः व्याप्तिविशिष्टः ज्ञातव्यः. केवलवह्नि अभावज्ञानस्य उपयोगाभाव केवलवह्नि अभावज्ञानस्य उपयोगाभावात् अतः द्वितीयं कारणमुक्तम् आपाद्य आपादकयोः व्याप्तिनिश्चयः इति. इदानीं द्वितीय आपाद्य आपादकयोः व्याप्तिनिश्चयस्य कारणानि द्वितीयकारणस्य विषये उक्तमस्ति. प्रतिवादिनः अनिष्टः आपाद्यः प्रथम धूमाभावः इति प्रथमबिन्दुः अस्ति. तत्र येन आपाद्यते अङ्गीकार्यते सः आपादकः इति तयोः सम्बन्धः वा? आपाद्य आपादकयोः येन आपाद्यते अङ्गीक्रियते सः आपादकः इत्युच्यते इत्यस्य अर्थः कः? इदानीम् आपाद्यः कः? आपाद्यः धूमाभावः धूमाभावः येन अङ्गीकार्यते इति येन कारणेन इति वा तत् न येन कारणेन आपाद्यते इत्युक्ते आपाद्ये आपाद्यत्वं येन भवति तद् आपादकः अस्ति इदानीं स्पष्टः आपाद्यः यथा व्याप्यः व्यापकः अस्ति खलु येन व्याप्यते सः व्यापकः तथा तद्वत् येन आपाद्यते सः आपादकः इति उच्यते यः आपादनं करोति सः आपादकः यस्य आपादनं करोति सः आपाद्यः अस्तु तर्हि अत्र अग्रे पठतु येन आपाद्यते अङ्गीकार्यते सः आपादकः इत्युच्यते अग्रे तत्त्वत् अस्ति वह्नि अभावः इदानीं कथं अभावः कः आपादकः उत्तमं वह्नि अभावः इति आपादकः सः कथं वह्नि अभावः कथम् आपादकः भवति तद् उक्तं तत्र धूम अभावस्य अस्ति व्याप्तिः यस् व्याप्तिः येन कुत्र यत्र वह्नि अभावस्य अस्ति व्याप्ति इदानीम् आपाद्य आपादकविषये उक्तमस्ति अस्मिन् प्रसङ्गे प्रकृत उदाहरणे बहु किमपि वदति एकमेव पदं वक्तव्यं तत्र इत्युक्ते कुत्र वह्नि अभावस्य इति चिन्त्य तत्र इति कुत्र इति प्रश्नस्य उत्तरं सप्तम्यां भवेत् वह्नि अभावस्य इति षष्ठी कथं घटः कुत्र अस्ति इति चेत् भूतले इति वदति खलु वह्नि अभावे इति सत्यम् एकमेव पदम् इदानीं तर्हि यदि एतादृशं वदति तर्हि स्पष्टता अस्ति इति अहं विश्वसिमि अस्तु वह्नि अभावे धूम अभावस्य व्याप्तिः अस्ति इत्युक्ते तयोः मध्ये व्याप्तिः वह्नि अभाव धूम अभावयोः मध्ये एव व्याप्तिः खलु इति कृत्वा वह्नि अभावे धूम अभावस्य व्याप्तिः अस्ति अग्रे व्याप्येन हि व्यापकः साध्यते कारणं कथं साध्यते येन व्याप्यते सः व्यापकः इति इदानीं न तत्तु लक्षणं लक्षणं यत्र यत्र यत्र व्याप्याभावः तत्र व्यापक तत्र व्यापकाभावः अपि न यत्र यत्र वह्नि यत्र यत्र धूमः तत्र वह्निः यत्र यत्र वह्नि अभावः तत्र धूमाभावः इति सत्यं तर्हि इदानीं धूमः इति किं वह्निः इति किम् धूमाभावः अस्ति इदानीम् एकनिमिषं वह्निः इति किं धूमः इति किं प्रथमं तद्वदतु किमित्युक्ते किं व्याप्यः किं व्यापकः प्रथमं यत्र अन्यस्थले वह्निः व्यापकः आसीत् व्यतिरेकस्थले वह्नि अभावः व्याप्यः प्रश्नस्य उत्तरं भवती किं करोति सर्वदा अन्यत् किमपि चिन्तयति मम प्रश्नं श्रुत्वा वदति वा वह्निः धूमः अनयोः मध्ये किं व्याप्यः किं व्यापकः इति मया पृष्टम् इदानीं धूमः व्यापकः वह्निः व्याप्यः इति वा धूमः व्यतिरेकस्थले अस्ति खलु किमर्थम् अत्र मम प्रश्नस्य उत्तरं कृपया वदतु धूमः व्याप्यः वह्निः व्यापकः तावदेव वक्तव्यं खलु किमर्थं व्यतिरेकविषये चिन्तयति यु हाव् टु गो क्रमेण भगिनि अदर्वैस् यु विल् गेट् कन्फ्यूस्ड् अण्ड् यु विल् कन्फ्यूस् एव्रिबडि एल्स् इन् न्याय अस्तु तर्हि इदानीं धूमः इति व्याप्यः वह्निः इति व्यापकः तर्हि इदानीं व्याप्तिवाक्यं वदतु यत्र यत्र यत्र यत्र धूमः तत्र तत्र वह्निः अस्तु तर्हि तत्र धूमः इति व्याप्यः इति कृत्वा धूमस्थाने व्याप्य इति स्थापयतु वह्निस्थाने व्यापकः इति स्थापयित्वा वदतु वाक्यम् यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति इति कृत्वा व्याप्येन हि व्यापकः साध्यते एवमेव साध्यते खलु एवमेव स्थाप्यते यत्र यत्र व्याप्यः तत्र तत्र व्यापकः खलु तर्हि इति सामान्यं व्याप्येन हि व्यापकः साध्यते अन्वयस्थले धूमः व्याप्यः वह्निः व्यापकः धूमं दृष्ट्वा वह्निं साधयामः खलु इति कृत्वा धूमेन व्याप्येन हि वह्निः व्यापकः साध्यते अस्तु इदानीं व्यतिरेकस्थलं वदतु व्यतिरेकस्थले यत्र यत्र यत्र वह्नि अभावः तत्र तत्र धूमः इति तत्र तत्र धूम अभावः क्षम्यता यत्र यत्र यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः तर्हि अत्र व्याप्यः कः व्यापकः कः अत्र व्याप्यः अस्ति धूम अभावः व्यापकः अस्ति धूम अभावः यत्र उक्तवती ओ क्षम्यता यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति वक्तव्यं यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः तर्हि व्याप्यः कः व्यापकः कः व्याप्यः वह्नि अभावः व्यापकः धूमाभावः खलु अत्रापि व्याप्येन वह्निः अभावेन व्यापकः साध्यते धूमाभावः साध्यते खलु अस्तु समीचीनं तर्हि इदानीम् अग्रे वदतु तत्साधनमेव तर्कप्रकरणे आपादनम् इति उच्यते तत्साधनं कस्य साधनं व्याप्तिव्यापकयोः सम्बन्धसाधनं निश्चयं व्याप्तिनिश्चयमेव व्यापकः अन्नेसेसरी थिङ्ग्स् व्यापकनिश्चयमेव किमर्थं निश्चय तत् इति व्यापकसाधनमेव इति व्यापकः खलु भगिनि आल्वेस् यु से संथिङ्ग् एल्स् टु मै क्वश्चन् ऐ एम् सारी ऐ एम् कीपिङ्ग् आन् पायिण्टिङ्ग् औट् बिकास् यु आर् टीचिङ्ग् देर् फोर् ऐ एम् गोयिङ्ग् टु बि ऐ हाव् टु नेसेसरी कीप् पायिण्टिङ्ग् औट् दिस् तत्साधनमेव तर्कप्रकरणे आपादनमित्युक्ते तत् इत्यनेन किम् एकमेव वक्तव्यं यु आर् सेयिङ्ग् सो मेनि थिङ्ग्स् व्याप्यव्यापकसम्बन्धनिश्चयः सो मेनि वर्ड्स् यु आर् यूसिङ्ग् डोण्ट् यूस् इट् देन् यु विल् कन्फ्यूस् युर् सेल्फ् यु विल् कन्फ्यूस् एव्रिबडि एल्स् आल्सो तत् इत्युक्ते किं व्यापकं व्यापकसाधनमेव तर्कप्रकरणे आपादनम् इत्युच्यते अस्तु अग्रे स च वह्नि अभावः व्याप्तिविशिष्टः ज्ञातव्यः स च वह्नि अभावः इदानीं व्यापकः तर्कप्रकरणे स च वह्नि अभावः व्याप्तिविशिष्टः इत्युक्ते इदानीं वह्नि अभावः एव धूम अभावेन विशिष्टः धूम अभावेन न विशिष्टः व्याप्तिविशिष्टः इति. व्याप्तिविशिष्टः, व्याप्ति इत्युक्ते धूमभावः वा? न, किन्तु धूम अभावः अभावे एव व्याप्ति ज्ञातुं शक्यते खलु, अतः तत्र तेन धूम अभावे एव वह्नि अभावः साधयितुं शक्यते. नो नो नो, यू हाव् टु, स्टिल् स्पष्टता आवश्यकता अस्ति. स च वह्नि अभावः व्याप्तिविशिष्टः ज्ञातव्यः इत्युक्ते, इदानीं वह्नि अभावः आपादनं किं वह्नि अभावः, तत्र वह्नि अभावः केवलं वह्नि अभावः इति नास्ति, विशिष्टवह्नि अभावः कीदृशवह्नि, विशिष्ट व्याप्तिविशिष्ट वह्नि अभावः, व्याप्तिः का, यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति व्याप्तिविशिष्ट वह्नि अभावः. व्याप्तिः द्वयोः मध्ये भवति खलु, तर्हि वह्नि अभावः कीदृशवह्नि अभावः इति चेत् केवलं व्याप्यः नास्ति किन्तु धूम अभावेन व्याप्यः इति अवगन्तव्यं. धूम अभावेन व्याप्यः वह्नि अभावः, तर्हि तत्र वह्नि अभावः इति व्याप्यः, धूम अभावः इति व्यापकः, अनयोः मध्ये व्याप्तिः अस्ति, तादृशव्याप्तिविशिष्टः वह्नि अभावः. यथा नीलोघटः इति विशिष्टघटः अस्ति खलु, घटः इति सामान्यं, विशिष्टघटः कः, नीलोघटः इति नीलरूपेण विशिष्टः. एवं वह्नि अभावः अत्र सामान्यं नास्ति, कीदृशवह्नि अभावः इति चेत् व्याप्तिविशिष्ट. व्याप्तिः का, यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति व्याप्तिविशिष्ट वह्नि अभावः ज्ञातव्यः. तदेव तृतीयपङ्क्त्याम् उक्तं, तृतीय पर्वतः वन्यभवान् धूमवान् च, वन्यभावः धूम अभावव्याप्तः च इति आंशिक आहार्यम् आहार्यं तृतीयक्षणे, तत्रैव चिन्तनम् इदानीं कुतश्च तृतीयक्षणे उत्पद्यमानस्य ज्ञानस्य समूहालम्बनता इत्यत्र एतत् सर्वं जायमानमस्ति. अस्तु, स च वह्नि अभावः व्याप्तिविशिष्टः ज्ञातव्यः. अग्रे, केवलवह्नि अभावज्ञानस्य उपयोग अभावात्, केवलं वह्नि अभावं ज्ञानेन व्याप्तिज्ञानं न भवति इति कृत्वा इति नास्ति. तेन व्याप्ति ज्ञातुं न शक्यते खलु, विशिष्टवह्निना एव व्याप्तिज्ञानं भवति, नास्ति वा? अस्य वाक्यस्य अर्थः भगिनि केवलवह्निज्ञानस्य उपयोग अभावात्, केवलं वह्नि वह्नि अभावः इति एव ज्ञानम् अस्ति चेत् इदानीं ज्ञानस्य आकारः वह्नि अभाववान् धूमवान् इति अस्ति. यदि केवलं अगेन् यु आर् डूङ्ग् द सेम् मिस्टेक्, यु आर् कन्फ्यूसिङ्ग् टु मेनि थिङ्ग्स्. अस्य वाक्यस्य प्रतिपादनं करोतु, अस्य वाक्यस्य अर्थः इति कति प्रतिपादनं करोतु, केवलज्ञानस्य उपयोग अभावात्, पर्वतः वह्नि अभाववान् तावदेव चेत् तस्य उपयोगः नास्ति इति वा? हा, कुत्र उपयोगः नास्ति? तर्कविवरणे, तर्कस्य कारणं यदा वदति तत्र पुनः वदतु, कुत्र उपयोगः? कस्य उपयोगः प्रथमं तद्वदतु. केवलं वह्नि अभावः इति ज्ञानमस्ति चेत् तस्य उपयोगः नास्ति इति. कस्मिन् विषये उपयोगः नास्ति? इदानीं तर्कस्य विषये चिन्तनं, तर्ककारणानि इति न वक्तुं शक्यते, तर्कस्य कारणं तदेव चिन्तनं खलु भगिनि, तर्कं कथम् उत्पद्यते तर्कः कथम् उत्पद्यते, तर्क उत्पादनार्थं कारणानि कानि, तर्हि उपयोग अभावः इत्युक्ते इदानीं कस्मिन् विषये उपयोगस्य विषये उपयोगस्य चिन्तनं क्रियते, तर्कं तर्कः तर्ककारणानि इति मा वदतु, अत्र कार्यं किं तर्कः खलु, कार्यं तर्कः, कारणानि बहूनि सन्ति, तत्र वह्निः अभावः अपि कारणं, तर्कं तर्क उत्पादनार्थं वह्निः अभावः कारणं, केवलं वह्निः अभावः कारणं न भवति, व्याप्तिविशिष्ट वह्निः अभावः एव कारणं भवति, किं प्रति, तर्कस्य उत्पादनं प्रति इति तावदेव वक्तव्यं, पर्वतः वह्निः अभावान् धूमवान् इति मया किमपि न उक्तम् अत्र, यु हाव् टु अण्डर्स्टाण्ड् दि काण्टेक्स्ट्, वि आर् ट्रैङ्ग् टु वाट् इस्, अस्तु अत्र पुनः पृच्छामि, तर्कः कः, तर्कस्य आकारः कः, पर्वतः धूम अभाववान् इति, हा तर्हि पर्वतः धूम अभाववान् इति ज्ञानं तस्मिन् भवेत् वादिनी भवेत्, उत्तमं, वादिनी पर्वतः धूम अभाववान् इति तर्कः जायेत, तर्हि एतादृश तर्कं जातुं कानि कारणानि इति इत्यत्र स्मः, तत्र एकं कारणमस्ति वह्नि अभावः इति कारणं, केवलं वह्नि अभावः इति कारणम् इति कारणं न भवति, वह्नि अभावः धूम अभावेन व्याप्यः इति ज्ञानं भवेत्, तदा एव पर्वते वह्नि अभावः इति इच्छामनुसृत्य यदि आहार्यज्ञानं मया स्वीक्रियते, वादिना स्वीक्रियते, तदा तत्र वह्नि अभावः पर्वते अस्ति इति कृत्वा, अपि च स च वह्नि अभावः धूम अभावेन व्याप्यः इति ज्ञानमस्ति इति कृत्वा, पर्वतः धूम अभाववान् इति तर्कः वादिनी जायते खलु, तदेव अत्र उक्तं, केवलं वह्नि केवलं वह्नि अभावज्ञानस्य उपयोग अभावात्, तर्कं के वह्नि अभावः पर्वते वह्नि अभावः अस्ति इति ज्ञातं चेत्, पर्वते धूम अभावः अस्ति इति ज्ञानं न जायते, कियत्पर्यन्तं वह्नि अभावः धूम अभावेन व्याप्यः इति ज्ञानं यावत्पर्यन्तं न जायते तावत्पर्यन्तं पर्वतः धूम अभाववान् इति ज्ञानं निष्प्रयोजनमस्ति, अतः वह्नि अभावः व्याप्तिविशिष्टः इति ज्ञातव्यः, अस्तु अग्रे, अतः द्वितीयं कारणमुक्तम् आपाद्य आपादकयोः व्याप्तिनिश्चयः इति, हा व्याप्तिं विना केवल वह्नि अभावज्ञानम् अस्ति चेत् तद् निष्प्रयोजनं भवति इति अवगन्तव्यं वा, किं प्रति निष्प्रयोजनं भवति, तर्कनिरूपणं प्रति, निरूपणं प्रति इति मा वदतु, तर्कजननं प्रति हा तर्कः जायेत खलु वादिनी, हा तर्हि तस्य तर्कं जातुं वादिनी तर्कं जातुम् एतज्ज्ञानमपि आवश्यकं, तर्हि प्रथमकारणं किं, वह्नि अभावः आपाद्यव्यतिरेकनिश्चयः, धूमः तदनन्तरम् आपाद्य आपादकयोः, तर्हि आपाद्यः धूमः अस्ति चेत् आपादकः कः, आपाद्यधूमः अस्ति चेत् आपादकः वह्निः खलु, आपादकः वह्निः, आपाद्यः धूमः अस्ति चेत् आपादकः वह्निः भवति, तदेव अत्र उक्तं, येन आपाद्यते अङ्गीक्रियते सः आपादकः, तर्हि धूमः आपाद्यः अस्ति चेत् वह्निः आपादकः भवति, तर्हि वह्निः इदानीं वह्नि अभावः व्याप्यः अस्ति चेत् धूम अभावः व्यापकः भवति अन्ततो गत्वा, तर्हि तयोः मध्ये अत्र व्याप्तिग्रहणमपि भवेत् इति उक्तम्। अत्र अनन्तरम् एतत् सर्वं पठित्वा आरम्भतः अहं प्रदर्शयिष्यामि। प्रथमं तत्र आपाद्यत्वं निरूपणीयम्, आपाद्यत्वनिरूपणाय अनिष्टत्वं निरूपणीयम्। प्रतिवादिनी किं पश्यति? पर्वते साक्षात् धूमं पश्यति, पर्वतः धूमवान् इति। तर्हि पर्वतः धूमवान् इति प्रत्यक्षज्ञानमस्ति चेत् तस्य किं ज्ञानम् अनिष्टं भवति? पर्वतः धूम अभाववान् इति अनिष्टं ज्ञानं भवति। अस्तु, तर्हि इदानीं धूम अभावः अनिष्टः भवति प्रतिवादिनः इति कृत्वा आपाद्यव्यतिरेकनिश्चयः कारणं भवति तर्कस्य। तर्हि अत्र व्यतिरेकः कः? धूमः एव। तर्हि इदानीं प्रथमसोपाने धूमः इत्युक्ते पर्वतः धूमवान् इति निश्चयः आपाद्यनिश्चयः अस्ति, न प्रथम आपाद्यव्यतिरेकनिश्चयः अस्ति। तदनन्तरम् आपाद्य आपाद आपादकयोः व्याप्तिनिश्चयः द्वितीयः। अत्र समीचीनतया न दत्तम्। वस्तुतः अत्र आपाद्यव्यतिरेकनिश्चयः इति आपाद्यः इति धूम अभावः, धूम अभावस्य अभावः व्यतिरेकः धूमः, किन्तु आपाद्यव्यतिरेकः इत्युक्ते धूमः इति वदामश्चेत् अत्र किमपि प्रयोजनं नास्ति। अस्तु, पश्येम, किञ्चित् भिन्नरीत्या एतत् वक्तव्यं भवति इति भाति। सम्पूर्णं पठित्वा इति वक्तव्यं हा इति तादृशं किमपि वक्तव्यं, तदा एव वन्य अभावः इति पश्यतु, अत्र द्वितीयसोपाने वन्यभावं प्रति आगतम्। कथं धूमात् आरभ्य वन्यभावं प्रति आगतम् इति मध्ये न प्रतिपादितम्। अतः किञ्चित् भिन्नरीत्या, अतः एव अत्र उक्तं मया व्याप्य आरोपेण व्यापक आरोपः तर्कः इत्यत्र इतोपि किञ्चित् चिन्तनीयमस्ति। भवतु, अग्रे पश्येम। अस्तु, स्वामी महोदय अग्रे पठति वा? यस्य हि स्वामी महोदय यस्य हि आपाद्यव्यतिरेकनिश्चयः धूमाभावाभाव वक्ता निश्चयः पर्वतः धूमवान् इत्यस्ति, न तस्य इच्छां विना पर्वतः धूमाभाववान् इति निश्चयः सम्भवति इति इच्छा अपि आवश्यिका इति सा तृतीया कारणत्वेन अभिहिता। एतेषां त्रयाणां कारणत्वे निश्चिते धूमाभाववत्ता निश्चयरूपः यः तर्कः कार्यं तदुत्पत्तेः पूर्वक्षणे त्रयाणां स्थितिः सम्पाद्य, अन्यथा कारणत्वं न स्यात्। अस्तु, किञ्चित् वदति वा? आपाद्य इति आङ्ग्लभाषा समीचीनरीत्या एकवारं वदतु महोदय। टेम्पररि इति पूर्वम् उक्तं खलु भवान्? हा, न अनिष्टः, दट् विच् इस् नाट् डिसैरस् इस् आपाद्यः, नाट् डिसैर्, यु आर् नाट् गेटिङ्ग् दट् इन् द डिक्षनरि। अस्तु, धूम धूम अभाव धूमाभाव अभाववत्ता। तर्हि आपादव्यतिरेकनिश्चयः कः इति चेत् पर्वतः धूमाभावाभाववान् इति निश्चयः, धूम अभाव अभाववान् इत्युक्ते पर्वतः धूमवान् इति अनुक्त्वा द्विवारम् अभावः उक्तः. पर्वतः धूम अभाव अभाववान् पर्वतः धूमवान् इति अस्ति न पर्वतः धूमवान् इति मा वदतु धूम अभाव अभाववान् इति एव वदतु किमर्थमिति चेत् तदा एव वह्नि अभावे आगन्तुं शक्यते अतः आपाद्यव्यतिरेकनिश्चयः पर्वतः धूम अभाव अभाववान् इति चेत् तर्हि तत्र आपाद्यः कः धूमाभावभाववान् इति वाक्ये वा हा पर्वतः धूमाभावाभाववान् इति आपाद्यव्यतिरेकनिश्चयः आपाद्यव्यतिरेकनिश्चयस्य आकारः अस्ति पर्वतः धूमाभावाभाववान् इति तर्हि अत्र आपाद्यः कः धूमाभावः उत्तमम् आपाद्यः इति धूम अभावः खलु हा तर्हि तत्र धूम अभावः इति भवेत् अत्र पश्यतु यस्य हि आपाद्यव्यतिरेकनिश्चयः कीदृशनिश्चयः धूम अभाववत्ता धूम अभावाभाववत्ता निश्चयः पर्वतः धूमवान् इति अस्ति वस्तुतः अत्र पर्वतः धूमवान् इति वक्तव्यम् पर्वतः धूम अभावाभाववान् इति एव वक्तव्यम् किन्तु अन्ततो गत्वा पर्वतः धूमवान् इत्युक्ते पर्वतः धूम अभावाभाववान् अथवा धूम पर्वतः धूम अभावाभाववान् इति चेत् धूमवान् इत्येव अर्थः इति अस्ति न तस्य इच्छां विना पर्वतः धूम अभाववान् इति निश्चयः सम्भवति किमर्थं न सम्भवति तस्य इच्छां विना न सम्भवति पर्वतः धूम अभाववान् इति निश्चयः न सम्भवति किमर्थम् वह्निः अस्ति चेत् तर्हि धूमाभावः न तर्हि अपि यु आर् आल्सो टाकिङ्ग् आफ् समथिङ्ग् वेरि डिफरेण्ट् मम प्रश्नस्य प्रश्नं श्रुत्वा उत्तरं वदतु किमर्थम् एकनिमिषं वादिनी पर्वतः धूम अभाववान् इति तर्कः जायेत खलु आं महोदय तद् न सम्भवति इति उक्तम् किमर्थं वादिनी पर्वतः धूम अभाववान् इति ज्ञानं न सम्भवति इति तर्कः न सम्भवति नार्मल् क्वश्चन् देर् इस् नो तर्क न्याय एक्सेट्रा इन्वाल्व् हियर् इफ् यु अण्डर्स्टाण्ड् संस्कृत् यु'ल् बि एबल् टु आन्सर् दिस् क्वश्चन् धूमः अस्ति चेत् तर्हि धूमाभावः न सम्भवति इति उत्तरं नास्ति महोदय अत्र प्रश्नः कः वादिनी पर्वतः धूम अभाववान् इति निश्चयः इति तर्कः न सम्भवति इति वाक्यं खलु महोदय इट् इस् नाट् पासिबल् फार् अ तर्क इन् दि फार्म् आफ् पर्वत डस् नाट् हाव् स्मोक् वै कान्ट् the vadi have a tarka called parvata does not have smoke what obstructs it icham vina iti liktam no tad uttaram icham vina iti uttaram my question is why can't such a knowledge happen what is the pratibandha to it what is that marasina agachati mohode पर्वते साक्षात् धूमः अस्ति सः, तस्य ज्ञानमस्ति खलु इति एव खलु स्वामिमहोदय. वादी पर्वते धूमं साक्षात् पश्यति खलु, हि इस् सीयिङ्ग् स्मोक् आन् दि फो आन् दि मौण्टेन्. धूमः अस्ति इति मया पूर्वम् उक्तं महोदय, भवान् न धूमः अस्ति इति वाक्यम् असमीचीनं. स्मोक् इस् यु हाव् टु से द वादी हेज् द नालेज्, हि हेज् द डैरेक्ट् नालेज् दट् देर् इस् स्मोक् आन् दि मौण्टेन्, देर् फोर् इट् इस् अ प्रतिबन्धक. यु हाव् टु से इट् लैक् दट्. इफ् यु जस्ट् से धूमः अस्ति, वाट् डस् दट् मीन्? स्मोक् इस् वादी जानाति धूमः अस्ति इति. हा, वादिनी पर्वते धूमः अस्ति इति ज्ञानं प्रत्यक्षेन अस्ति खलु इति कृत्वा, तर्हि पर्वतः धूमवान् इति प्रत्यक्षज्ञानमस्ति इति कृत्वा पर्वतः धूम अभाववान् इति ज्ञानम् इति तर्कः न सम्भवति. तर्हि मम प्रश्नः कः आसीत्? किमर्थं वादिनी पर्वतः धूम अभाववान् इति तर्कः न सम्भवति? तर्हि इदानीं सम्पूर्ण उत्तरं वदतु. वादिनी प्रत्यक्षज्ञानमस्ति, धूमः अस्ति. हा, अथवा पर्वतः धूमवान् इति ज्ञानमस्ति. पर्वतः धूमवान् इति ज्ञानमस्ति. हा, पर्वतः धूमवान् इति प्रत्यक्षज्ञानमस्ति इति कृत्वा पर्वतः धूम अभाववान् इति निश्चयः न सम्भवति. अवबुध्यते खलु? केवलम् अत्र धूमः अस्ति इति वदति चेत् धूमः तु अस्ति, किन्तु तत् ज्ञानमस्ति वा? तद् ज्ञानमस्ति पादिनी, अतः तत्र प्रतिबन्धकत्वम् अस्ति वा इति सर्वं वक्तव्यम्. अतः सम्पूर्णवाक्यं वक्तव्यम्. अस्तु, तर्हि पर्वतः धूम अभाववान् इति निश्चयः जातुं किम् अपेक्षितमस्ति? पर्वतः धूमाभाववान् वा महोदय, भवान् किमुक्तम्? हा, पर्वतः धूम अभाववान् इति निश्चयः जायेत, तदेव तर्कः खलु. तर्हि तस्य इच्छा भवेत्. हा, अतः एवम् उक्तं, न तस्य इच्छां विना पर्वतः धूम अभाववान् इति निश्चयः सम्भवति इति कृत्वा इच्छा अपि आवश्यकी इति सा तृतीयकारणत्वेन अभिहिता, अङ्गीकृता इति उक्तम्. तर्हि इदानीं तर्ककारणानि कानि? त्रीणि कारणानि अस्माभिः अधीतानि, तत् भवान् वदतु. प्रथमकारणं किम्? आपाद्य अनिष्टव्यतिरेकनिश्चयः. नो, डोण्ट् रीड् फ्रम् द बुक्. अत्र उदाहरणं स्वीकृत्य, उदाहरणम् अधिकृत्य वदतु. पर्वतः धूमाभाववान् इति नास्ति. सत्यभामा भगिनी वदतु, प्रथमकारणं किम्? पर्वतः धूमवान् इति नास्ति महोदय. पर्वतः धूमवान् अथवा पर्वतः धूम अभाववान् इति ज्ञानम्. सः किम् इच्छति महोदय? पर्वतः धूमवान् इति इच्छति खलु, धूमाभाववान् इति, अभाववान् इति. सत्यम् इति तर्कः. अस्तु, आरम्भतः चिन्तयेम, तर्कस्य आकारः कः? वदति वा स्वामी महोदय? पर्वतः धूमाभाववान् इति. उत्तमम्. इति तर्कः कुत्र जायेत? वादिनी खलु. उत्तमम्. वादिनी जायेत पर्वतः धूम अभाववान् इति निश्चयः वादिनी जायेत तदर्थं प्रथमकारणं किम् वादिनी पर्वतः धूम अभाववान् इति तर्कं जातुं प्रथमकारणं किम् प्रक्रिया खलु महोदय पञ्चक्षणप्रक्रिया न तदनन्तरमेव तस्य नो बट् डोण्ट् मेक् इट् अकेडेमिक् महोदय इदानीम् अस्माभिः चिन्तितम् एतत् सर्वम् अत्र त्रीणि कारणानि उक्तानि सन्ति खलु तर्कं जातुं त्रीणि कारणानि तत्र इदानीं तर्कः कः पर्वतः धूम अभाववान् कुत्र जायेत वादिनी जायेत वादिनी जायेत अस्तु तदर्थं यदि अहमेव वादी तर्हि मयि पर्वतः धूम अभाववान् इति तर्कः जायेत तदर्थं तत्र प्रथमकारणं किम् रेकनिश्चयः तस्य आकारः कः पर्वतः धूमवान् हा पर्वतः धूमवान् इति ज्ञानम् आवश्यकं प्रथमं द्वितीयं व्याप्तिनिश्चयः आपाद्य आपादकयोः व्याप्तिनिश्चयः यत्र वह्याभावः तत्र यत्र वह्याभावः तत्र धूमाभावः यत्र यत्र वन् यत्र यत्र वह्याभावः तत्र तत्र धूमाभावः न इति केवलं व्याप्तिवाक्यम् अत्र द्वितीयज्ञानं किम् प्रथमज्ञानमस्ति पर्वतः धूमवान् इति द्वितीयज्ञानं किम् पर्वतः धूमवान् द्वितीयज्ञानं तु वन् पर् वन् पर्वतः वन् अभावः तु नास्ति पर्वतः वह्य अभावः समीचीनम् इतोपि किञ्चित् वक्तव्यं समीचीनं पर्वतः वन्यभाववान् किन्तु तत्र सामान्य केवल वन्यभावः नास्ति विशिष्ट खलु वन्यभावः इति तु सत्यं किन्तु तत्र विशिष्टवन्यभावः महोदय व्याप्तिविशिष्टवन्यभावः तत्र व्याप्तिः का यत्र यत्र वह्याभावः तत्र तत्र धूमाभावः हा तर्हि इदानीं तत्तु वाक्यम् इदानीं विशेषणरूपेण आगन्तव्यम् आनेतव्यम् पर्वतः धूमवान् इति प्रथमज्ञानम् प्रथमकारणं द्वितीयं ज्ञानमस्ति पर्वतः वन्य अभाववान्, किन्तु केवलं वन्य अभाववान् इति न वक्तव्यं, तत्र विशेषणमपि वक्तव्यम्. अस्तु सत्यभाम भगिनी प्रयत्नं करोतु. पर्वतः धूम अभावविशिष्टवह्नि अभाववान्, धूम अभावविशिष्टवह्नि अभाववान् इति नास्ति, धूम अभावेन विशिष्ट, न धूम अभावेन विशिष्टः इति नास्ति, इत्युक्ते भवती यत्र विशिष्ट इति पदं न अवगच्छति. व्याप्य, हा समीचीनं, धूम अभावव्याप्यवन्य अभाववान्, तदेव विशिष्ट इति. हा अत्र विशेषणमस्ति धूम अभावव्याप्य इति विशेषणं, तेन विशेषणेन विशिष्टः अस्ति वन्य अभावः. वेदान्ते अस्माभिः अवगतं खलु विशिष्टः नाम किं, विशेषणेन यद्विशेष्यं वर्तते तदेव विशिष्टः. तर्हि विशिष्टः वक्तव्यः इति चेत् केवलं विशेषः न वक्तव्यः, विशेष्यः न वक्तव्यः, किन्तु विशेषणत्वे विशेषणेन सह विशेष्यः वक्तव्यः. अत्र विशेष्यः कः, वन्य अभावः. केन विशिष्टः अस्ति वन्य अभावः, धूम अभावव्याप्य, धूम अभावव्याप्यवन्य अभावः. तर्हि तादृशवह्नि अभाववान् पर्वतः, तर्हि द्वितीयकारणमस्ति धूम अभावव्याप्यवह्नि अभाववान् पर्वतः इति ज्ञानम्. अस्तु तर्हि अवबुध्यते खलु स्वामी महोदय? आं महोदय. हा यु अण्डर्स्टाण्ड् एक्सेप्टिङ्ग् दट् यु हाव् टु पुट् इट् इन् वर्ड्स् दट्स् आल्. पर्वतः धूमवान् इति प्रथमं कारणम् इति ज्ञानं प्रथमं कारणं. धूम पर्वतः धूम अभावव्याप्य वन्य अभाववान् इति द्वितीयं कारणम्. केवलम् एतद्द्वयमस्ति चेत् पर्वतः धूमवान् इति ज्ञानं वादिनी अस्ति, धूम अभावव्याप्य वन्य अभाववान् पर्वतः इति ज्ञानमपि वादिनी अस्ति. तेन पर्वतः धूम अभाववान् इति ज्ञानं जायते वा इति चेत् यावत्पर्यन्तम् इच्छा नास्ति तावत्पर्यन्तम् एतादृशज्ञानं न भवति इति कृत्वा ज्ञानम् इच्छा अपि आवश्यकी अस्ति. तर्हि तृतीयक्षणे अथवा तृतीयज्ञानं, तृतीयक्षणे इति नास्ति, तृतीयज्ञानं तृतीयं कारणं किम् इति चेत् पर्वतः धूम अभाववान् इति निश्चयः मे भूयात् इति इच्छा. पर्वतः धूम अभाववान् भाववान् इति निश्चयः मे भूयात् इति इच्छा. अस्तु तर्हि त्रीणि कारणानि उक्तानि, अग्रे पठतु महोदय. एतेषां त्रयाणां कारणत्वेन निश्चिते धूम अभाववत्ता निश्चयरूपः यः तर्कः कार्यं तदुत्पत्तेः पूर्वक्षणे त्रयाणां स्थितिः सम्पाद्य, इत्युक्ते वादिनी पर्वतः धूम अभाववान् इति तर्कः जायेत. यदि तादृशतर्कः जायेत वयं जानीमः कार्योत्पत्तेः पूर्वक्षणे कार्याधिकरणे सर्वाणि कारणानि भवेयुः. अत्र कार्याधिकरणमस्ति वादिनः आत्मा, तस्मिन् तर्हि तस्मिन् आत्मनि पर्वतः धूमवान् इति ज्ञानं भवेत्. द्वितीयं धूम अभावव्याप्य वन्य अभाववान् पर्वतः इति ज्ञानमपि भवेत्. तदनन्तरं पर्वतः धूम अभाववान् इति निश्चयः मे भूयात् इति इच्छा अपि भवेत् आत्मनि. तर्हि पूर्वक्षणे एतानि त्रयाणि त्रीणि कारणानि अपि सन्ति चेत् अग्रिमक्षणे पर्वतः धूम अभाववान् इति तर्कः वादिनी जायते. अस्तु किमर्थम् एतादृश दक्षिणप्राणायामम् इति एतावत्पर्यन्तं मया न अवगतं. प्रायः तत्र व्याप्यारोपेण व्यापक आरोपः तर्कः इति मूलोक्तकारेण एवम् उक्तं, मूलकारेण उक्तम् इति कृत्वा एतत् सर्वं वदति इति भाति. अस्तु अग्रे पठित्वा समन्वयं कुर्मः. अग्रे पठतु स्वामी महोदय अन्यश्च तु किमर्थं तर्क इति उक्तम् इति न जाने महोदय तर्क इन मैण्ड् कम्स् ओन्लि लाजिक् बट् तर्क इस् हियर् अयथार्थज्ञ पारिभाषिकशब्द इट्स् अ पारिभाषिकशब्द दट् यु अण्डर्स्टुड् नो वै शुड् पर्वतः धूम अभाववान् इति तर्कः वादिनी जायेत किमर्थम् दट् इस् दि अयथार्थज्ञान पर्वतः धूमवान् इति मै क्वश्चन् इस् नाट् दट् सी यु हाव् टु अण्डर्स्टाण्ड् मै क्वश्चन् गिव् मी रिप्लै ऐ एम् नाट् आस्किङ्ग् यू वेदर् पर्वतः धूम अभाववान् इति यथार्थज्ञानं वा अयथार्थज्ञानं वा इति न मया न पृष्टम् किमर्थं वादिनी पर्वतः धूम अभाववान् इति तर्कः जायेत इति प्रश्नः वै शुड् ए तर्क इन् दि फार्म् आफ् पर्वत डस् नाट् हाव् स्मोक् शुड् हेपन् इन् दि वादि इस् द क्वश्चन् तस्य इच्छा तथैव अस्ति प्रायः महोदय वै शुड् देर् बि एन् इच्छा लैक् देट् हि वाण्ट्स् टु गिव् राङ्ग् इन्फर्मेशन् टु सम्वन् नो वै आर् वी इवन् डिस्कसिङ्ग् दिस् यथार्थज्ञानं त्रिविधा अस्ति इति नो नो नो दट् इस् नाट् दि कान्सेप्ट् अट् आल् दट् इस् नाट् दि कान्सेप्ट् अट् आल् किं अस्तु अत्र इदानीम् अयथार्थज्ञानं त्रिविधम् इति उक्तम् तत्र संशयः विपर्ययः तर्कः इति उक्तं तर्कः इति अयथार्थज्ञानम् इति उक्तं वयं जानीमः पर्वतः धूम अभाववान् इति अयथार्थज्ञानम् इति किन्तु पर्वतः धूम अभाववान् इति अयथार्थत्वं निरूपयितुम् एतत् चिन्तनं नास्ति तर्कः अत्र इदानीं तयोः मध्ये तर्कः जायते यस्य ज्ञानं न ज्ञानमस्ति यस्य तयोः इति मया पृष्टं यस्य इति आरम्भं न आरम्भणीयं तयोः मध्ये तर्कः जायते वादिन् वादी वादिनः वादिनयोः वादिप्रतिवादिनोः मध्ये वादिप्रतिवादिनयोः मध्ये वादिनयोः नास्ति वादिनोः वादिनयोः खलु प्रा वादिनः वादिन्योः इति भवेत् वादिनयोः नास्ति वादि प्रतिवादिन्योः मध्ये तर्कः जायते वादिप्रतिवादिन्योः मध्ये तर्हि वादी किम् उच्यते पर्वतः धूमाभाववान् नो नो प्रतिवादिन् वा नो आरम्भतः चिन्तनीयं महोदय ऐ थिङ्क् यु लास्ट् दि कान्टेक्स्ट् आं महोदय पर्वतः धूमाभाववान् नो इति तर्कः इति तर्कस्य आकारः फस्ट् आफ् आल् the word tarka here is a technical term but earlier when I said tarka iti tatra samanyam argument iti tarhi vadi prativadinyoho madhye tarka jayate khalu vadah jayate tarka iti tejema tarka iti technical term idanim abhavat iti krut paribhashika shabdah abhavat iti krutva tarka iti navadena vadah vada prativadinyoho madhye jayate तर्हि तत्र वादे वादी किं वदति तस्य पक्षः कः पर्वतः धूमाभाववान् No, he doesn't say that. Is he, is the Vadi trying to argue with the Prativadi that Parvataha Dhuma Abhavavan iti va? What does the Vadi say? Vadatu Mahode, that is my understanding, I don't know. Astu, Satyabhava Bhagini. I thought he is trying to... Parvataha Vanyamani. Kevalam Tavade Vadati va? कारणम् उक्तमस्ति धूमात् इति हा सर्वं वक्तव्यं तर्हि स्वामी महोदय प्लीज़् अण्डर्स्टाण्ड् देर् इस् अ वादा दट् इस् टेकिङ्ग् प्लेस् बिट्वीन् वादी अण्ड् प्रतिवादी द वादी फस्ट् सेस् पर्वतः वह्निमान् धूमात् तर्हि तद् वादं श्रुत्वा प्रतिवादी किं वदति सत्यवां भगिनी भवती एव वदतु पर्वतः वह्नि अभाववान् धूमवान् च इति धूमवान् अस्ति परन्तु वह्नि अभाववान् हा तर्हि सम्पूर्णवाक्यं वदतु हा सम्पूर्णवाक्यमस्ति पर्वतः वह्नि अभाववान् धूमवान् च इति हा इत्युक्ते यद्यपि पर्वतः धूमवान् तथापि तत्र पर्वतः वह्नि अभाववान् एव इति प्रतिवादी वदति तदेव तस्य पक्षः तत् श्रुत्वा तत् श्रुत्वा इदानीं वादी किं वदति सत्यभाम भगिनी वदतु तस्य इदानीं तद् निरूपणार्थं तस्य पर्वतः वन्यमान् मम प्रश्नस्य उत्तरम् एकेन वाक्येन वक्तव्यम् इदानीं वादी उक्तवान् पर्वतः वन्यमान् धूमात् इति तत् श्रुत्वा प्रतिवादिना एवमुक्तं पर्वतः यद्यपि पर्वतः धूमवान् तथापि पर्वतः वह्नि अभाववान् एव इति तत् श्रुत्वा इदानीं वादी किं वदति यदि पर्वतः वह्नि अभावः स्यात् तर्हि धूम अभावः अपि समीचीनतया वदतु धूम अभावः इति नास्ति अभाववान् खलु पर्वतः धूम अपर्वतः धूमाभावः अपि सो साई महोदय पश्यतु तर्हि इदानीं तत्र प्रतिवादिनं वाक्यं श्रुत्वा वादी पुनः वदति यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इफ् पर्वतः डस् नाट् हेव् फयर् देन् पर्वतः शुड् नाट् हेव् स्मोक् आल्सो नो दिस् इस् आर्ग्युमेण्ट् तर्हि एतादृशवाक्यं वादिना कथं वक्तुं शक्यते इति प्रश्नः किमर्थं प्रश्नः आगतः इति चेत् वादिनी पर्वतः वह्निमान् इति निश्चयात्मकज्ञानमस्ति एवं पर्वतः धूमवान् इति निश्चयात्मकप्रत्यक्षज्ञानमस्ति Somebody who has got both these arguments, both these jnanam, nishyatmaka jnanam, he will not even say if parvataha vanhi abhavavan syat, yadi parvataha vanhi abhavavan. Parvataha vanhi abhavavan iti tasya mukat vakya mevana agachyati. Because he knows parvataha vanhi man iti nishchita nishyatmaka animiti jnanam tasmin asti. So he cannot even say parvatah vanhi abhavavan iti vakyam tasya mukat na agachyati eva evam yadi parvatah vanhi abhavavan syat tarhi parvatah dhuma abhavavan api syat parvatah dhuma abhavavan iti vakyam api tasya mukat na agachyati because he knows parvatah is dhumavan तर्हि इदानीं प्रतिपादनीयं कथं वा वादी यस्मिन् वादिनी पर्वतः वह्निमान् पर्वतः धूमवान् च इति निश्चयात्मकप्रमात्मकज्ञानमस्ति तेन कथं वा एतादृशवाक्यं वक्तुं शक्यते इति प्रश्नः तदर्थम् एतत् सर्वं चिन्तनम् अत्र अयथार्थत्वम् इति नास्ति why is being discussed, all this being discussed is because you have to prove how is it that the Nadi is able to ask a counter question like this. If Parvata has no fire, then how can Parvata be smokeless? That question cannot even be asked. So you have to somehow prove or establish or enunciate that he is now capable of asking this question. Atra kimartam asambhavata asti iti chet virodaha asti kalu parvataha vanhiman iti jnanam yasmin asti tena parvataha vanhi abhavavan iti uchcharetum api na shakyate. पर्वतः भूमवान् इति निश्चयात्मकज्ञानम् यस्मिन् अस्ति तेन पर्वतः वन्य भूम अभाववान् इति उच्चारयितुमपि न शक्यते विरोधत्वात्. देर्फोर् वादिनी पर्वतः वह्नि अभाववान् इति ज्ञानं जायेत. वादिनी पुनः पर्वतः धूम अभाववान् इति ज्ञानं जायेत. ओन्ली वेन् हि हेस् गाट् दिस् कैण्ड् आफ् अ ज्ञान विल् हि बि एबल् टु मेक् दट् स्टेट्मेण्ट्. दिस् इस् वाट् ऐ रेफर् टु इन् यस्टर्डेस् क्लास् आल्सो. द गुरु कम्स् डौन् टु द रोल् आफ् द शिष्य टु द लेवल् आफ् द शिष्य. हियर् द वादी वाण्ट्स् टु प्रूव् समथिङ्ग् टु द प्रतिवादि. देर्फोर् हि कम्स् डौन् टु द लेवल् आफ् दि प्रतिवादि. प्रतिवादिनी किं ज्ञानमस्ति? पर्वतः धूमवान् इति ज्ञानमस्ति, पर्वतः वह्नि अभाववान् इति ज्ञानमस्ति. सो तस्मादुपरि इतोपि भिन्नज्ञानं भवेत्. अतः पर्वतः वह्नि अभाववान्, पर्वतः धूम अभाववान् इति ज्ञानं द्वयमपि यावत्पर्यन्तं वादिनी न जायेत तावत्पर्यन्तं यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति वाक्यं तेन न वक्तुं शक्यते एव. देर्फोर् वी हाव् टु प्रूव्, वी हाव् टु से सम्हौ दट् इन् दि वादि नौ दर् आर् टु ज्ञानास् दट् आर् टेकन् प्लेस्. विपरीतज्ञानं पर्वतः धूम अभाववान्, पर्वतः वह्नि अभाववान् इति ज्ञानद्वयं वादिनी जायेत इति वक्तव्यम्. तर्हि पर्वतः वह्नि अभाववान् इति ज्ञानं कथं जायते? इच्छामधिकृत्य. हि नौ डिसायर्स् पर्वतः वह्नि अभाववान् इति ज्ञानं मे भूयात् इति सः इच्छति. तदा पर्वतः वह्नि अभाववान् इति आहार्यज्ञानम्, आहार्यज्ञानं मीन्स् intentionally brought upon jnanam, not vastarikam, not created by any indriya. Pramana janya jnanam nasti, aharya jnanam. Intentionally it is being created. Then parvatah dhuma abhavavan iti iccha api vadini jayeta. Kevalam tad iccha na pariyaptam, tatra vyapti graha api bhavet. अतः एव तत्र तृतीयसोपाने एवम् एकं समूहालम्बनज्ञानम् उक्तं. पर्वतः वह्नि अभाववान् धूमवान् च, वह्नि अभावः धूम अभावव्याप्यः इति आंशिक आहार्यज्ञानं तृतीयक्षणे जायते. तदा एव तत्र इच्छा भवति चतुर्थक्षणे. तदनन्तरं पर्वतः धूम अभाववान् इति तर्कः वादिनी जायेत. तदनन्तरम् एव षष्ठमक्षणे, षष्ठक्षणे वादी प्रतिवदति यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि धूम अभाववान् अपि स्यात्. सो दिस् इस् दि होल् काण्टेक्स्ट् आफ् डिस्कशन्. दट् इस् वै दे आर् डूयिङ्ग् आल् दीस् थिङ्ग्स्. तर्हि इदानीम् अत्र वादिनी पञ्चमक्षणे यद् ज्ञानं जायते, पर्वतः धूम अभाववान् इति ज्ञानं, तज्ज्ञानं यथार्थज्ञानं वा अयथार्थज्ञानं वा इति चेत् अयथार्थज्ञानम् इति कृत्वा अयथार्थज्ञानस्य त्रिविधौ त्रिविधे एतः एषः अन्तर्भूतः अस्ति, एषः तर्कः अन्तर्भूतः अस्ति. सो दिस् इस् दि होल् काण्टेक्स्ट्. अवबुध्यते खलु महोदय? महोदय, ओ हा. सो दे आर् गोयिङ्ग् थ्रू आल् दीस् दक्षिणप्राणायामम्. दि एम् दि स्टेट्मेण्ट् दट् इस् मेड् इस् तर्कः अयथार्थज्ञानमस्ति. किन्तु किमर्थं तादृश अयथार्थज्ञानं जायेत इति वक्तव्यम्. तत्र एतत् सर्वं विचिन्त्य यदि एतादृशतर्कः वादिनी न जायेत तावत्पर्यन्तम् एतादृशव्याख्यं प्रतिवादिनं प्रति वादिना न वक्तुं शक्यते. कीदृशवाक्यं? यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति वाक्यं तेन न वक्तुं शक्यते. Therefore, this kind of tarka must go. And this tarka is incidentally ayatartha jnanam. Astu. Tarhi kinchit avasishtam asti. So, vyapyaropena vyapakaropaha tarkaha. Iti tatra vyapyaropena tatra kinchit chintaniyam asti. We have to do samanvaya, that's all. Tat agrime varge pashyam. Sarvebhyo namaskaraha. Dhanyavadasya.